तर्हि अद्यतनपाठः अस्ति निजन्तविषये अस्ति, तत्र निजन्तधातूनाम् अभ्यासः अन्तिमं दिनम् इदम्. अत्र च गीताप्रवेशस्य पुस्तके द्व्याशीतितमे पुटे अस्ति. अस्माकं विषयः अस्ति गतिबुद्धि प्रत्यावसानार्थशब्दकर्मकाकर्मकाणाम् अनिकर्ता सनौ इति विशिष्टः. कुत्र प्रयोज्यकर्तुः द्वितीयविभक्तिकत्वं, कुत्र च तृतीयविभक्तिकत्वम् इति कृत्वा सप्तमाध्यायस्य तृतीय अभ्यासः आरब्धः कति सप्ताहे. तत्र गुरुः पाययति, छात्रः पिबति इति यावत्. इदानीम् अग्रिमभागः. अत्र अस्माभिः वक्तव्यमस्ति यत् सामान्यतया इदानीं कर्मणि प्रयोगः न आवश्यकः, कर्तरिप्रयोगः इत्यस्य एव अभ्यासः. तत्र च उक्ते सति कर्तृपदस्य प्रथमाविभक्तिः कर्तुमस्ति. उक्ते सति इत्युक्ते यत्र धातोः तिङ् प्रत्ययेन कर्तृपदस्य सङ्केतः इति कृत्वा प्रथमाविभक्तिः भवति, नो चेत् अनुक्ते सति कर्तृकर्णयोः तृतीया इति अस्ति इति जानीमः. अपि च कुत्रचित् गतिबुद्धिः इति सूत्रेण तत्र कर्मसंज्ञा भवति इति कृत्वा द्वितीया विभक्तिः. तर्हि अस्माभिः एतत् सर्वं वक्तव्यं भवति. हा, सरला भगिनी प्रथमं पठतु कृपया. रमा रमा उमां मन्दरं गमयति. रमा अपि अभिते उक्तं पदम्, उमां भवति कर्मपदम्, अनुक्तं पदं द्वितीयाविभक्ति. मन्दरम् अस्ति प्रधान उक्तं पदम्, उमा अस्ति प्रयोजककर्ता, रमा अस्ति प्रयोजककर्ता, उमा अस्ति प्रयोजककर्ता. गमयति इति रिञ्जकपदम् अस्ति, गम् धातु. तस्य मृत्स्वां हस्वमिति सूत्रेण गमयति हस्वं भवति, गम् धातु. बहु समीचीनमस्ति, बहु समीचीनम्. अत्र बहु सम्यक् अस्ति, सम्यक्तया भवत्या प्रतिपादितमस्ति. इदानीम् अग्रे गत्वा नाम अस्मिन् अभ्यासे वाक्यस्य युगलं भवति, नाम रमा उमां मन्दिरं गमयति इति युगलस्य एकः सदस्यः अस्ति. हा, अन्य कोऽपि अस्ति? पुष्पा भगिनी. हा, अन्य कोऽपि वा? हा, अस्तु. तत्र द्वितीयः सदस्यः अस्ति तत्रैव, सत्यभामा उमया तण्डुलं पाचयति. अत्र द्वयोः भेदः अति अस्तु. रमा उमां मन्दरं गति, अत्र गत्यार्थकं पदम् अस्ति गमयति. तत् गति बुद्धि प्रत्यवासनात् शब्दकर्मकर्मणाम् अणीकर्ता सरौ इति सूत्रेण द्वितीया विभक्ति भवति प्रयोजकर्ता तस्य. सत्यभामा उमया तण्डुलं पाचयति, अत्र उमया अस्ति अनुक्तं प्रयोजकर्ता, तस्य तृतीया विभक्ति भवति. पाचयति इति विशेषसूत्रेण तस्य प्रसक्तिः नास्ति अत्र. सामान्यतया प्रयोजककर्ता तृतीयाविभक्ति भवति. हा, बहु समीचीनमस्ति इति कृत्वा सामान्यतया अत्र सामान्यमस्ति. सत्यभामा उमया तण्डुलं पाचयति, अत्र सामान्यतया सामान्य परिस्थितिः अस्ति. कर्तृकरणीयौ तृतीयतीनेन कर्तृपदस्य अत्र तृतीयाविभक्तिः अस्ति, प्रयोजककर्तुः तृतीयाविभक्ति कथम् अस्ति इति सामान्यमस्ति. गम् धातुः गत्यार्थकः इति कृत्वा प्रयोजकर्तुः द्वितीया विभक्तिकत्वम्. अस्तु, समीचीनमस्ति. राजेन्द्रमहोदय, अनेन अन्येन विलम्बेन आगतमिति वा? आं महोदय, अखिला अस्मि. अस्तु, स्वागतं भगिनि. राजेन्द्रमहोदय अग्रे. आम् आं महोदय. अभियन्ता कर्मकरं गृहं प्रेषयति. अत्र अभियन्ता तु प्रयोजककर्म प्रयोजककर्ता अस्ति. प्रथमाविभक्ति प्रथमाविभक्ति अभिहिते प्रथमा तत्र प्रथमाविभक्तिः अस्ति. कर्मकरं तु कर्मकरं तु प्रयोजककर्ता अस्ति. तत् प्रेषयति तत् गत्यर्थक क्रियापदमस्ति. तत्कारणात् तत् कर्मकरं प्रयोजकर्ता कर्तुः द्वितीयविभक्ति भवति. गृहं तु कर्मपदम् अस्ति. तस्य द्वितीयविभक्तिः अस्ति. अभियन्ता कर्मकरं गृहं प्रेषयति. द्वितीयमा किम्? ओ अस्तु. अधिकारी कर्मकरेण कार्यं साधयति. अत्रापि अधिकारी प्रयोजककर्ता अस्ति. प्रथमाविभक्ति अभिहिते प्रथमा तत् प्रथमाविभक्ति अस्ति. कर्मकरेण तत् कर्मकरेण प्रयोजककर्ता अस्ति. तस्य तृतीयविभक्तिः अस्ति. साधयति अत्र तु सामान्यस्ति अस्ति. अत्र तथैव तत् प्रयोजकर्तुः तत् तृतीयाविभक्तिः अस्ति. अनभिहिते इति कर्मणि कर्णो तृतीया तेन सूत्रेण अत्र कार्यं तु कर्मपदम् अस्ति. द्वितीयविभक्ति तत् अधिकारी कर्मकरेण कार्यं साधयति. हा, इति साधनोति इति स्वादिगणे अस्ति. साधति साधनोति अत्र तथा सामान्यमस्ति इति कृत्वा कर्मकरेण विशिष्टसूत्रमत्र नास्ति. अस्तु, समीचीनमस्ति. विद्याभगिनी अग्रे. कुमारः युवकं विषयं ज्ञापयति. अत्र कुमारः इति प्रयोजककर्ता. ज्ञापयति इत्यस्मिन् ति इति भागेन उक्तमस्ति. तर्हि अभिहिते प्रथमा इत्यनेन कुमारः इत्यस्य प्रथमाविभक्तिगत्वम्. अनन्तरं युवकम् इति प्रयोज्यकर्ता, विषयम् इति प्रधान कर्मपदम्. अत्र ज्ञापयति ज्ञा इति विशिष्टधातुः अस्ति, बुद्ध्यर्थकधातुः. तर्हि अत्र प्रयोज्यकर्तुः द्वितीयविभक्तिगत्वं प्राप्नोति. तर्हि युवकम् इति अस्ति. अनन्तरं विषयम् इति प्रधानकर्मपदम् अनुक्तम् अस्ति तिङ्प्रत्ययेन. अतिः इति कृत्वा अनभिहिते कर्मणि द्वितीया इत्यनेन द्वितीयविभक्तिकत्वं तत्र. अनन्तरं द्वितीयं वाक्यम् अत्र वृद्धः युवकेन फलम् अवचाययति. अत्र अवचाययति छि इति धातुः, तत्र विशिष्टधातुः नास्ति. तर्हि अत्र सामान्यं युवकः इति प्रयोज्यकर्तुः अत्र अनभिहिते अनुक्तमस्ति इति कृत्वा तस्य तृतीयविभक्तिकत्वं. वृद्धः इति प्रयोजककर्ता, अत्र ति इति भागेन उक्तमस्ति इति कृत्वा अभिहिते प्रथमा इत्यनेन वृद्धः इत्यस्य प्रथमाविभक्तिः. फलम् इति प्रधानकर्मपदं, कर्मणि द्वितीया इत्यनेन अनुक्तकर्मपदं द्वितीयविभक्तिकत्वं. तर्हि वृद्धः युवकेन फलम् अवचाययति इति द्वितीयवाक्यं. वा, बहु समीचीनमस्ति. एतावता अत्र एव अत्रापि एवमेव वदामि यत् तत्र पचति, साधनोति, अवचिनोति. एषु सर्वेषु अणिजन्तेषु स्थलेषु तत्र धातुगणः ज्ञातव्यः अस्ति रूपस्य अवगमनार्थं. यतोहि पचति तत्र नकारः अस्ति नास्ति, साधनोति इत्यस्मिन् नकारः, अवच्यनोति इत्यस्मिन् नकारः, तत्र छीति धातुः, साधिति धातुः, किन्तु नकारः अस्ति. तथापि यतोहि स्वादिगणे अस्ति. किं वक्तुम् इच्छामि इति चेत्, अत्र निजन्तप्रसङ्गे धातुगणः न ज्ञातव्यः, तस्य आवश्यकता नास्ति. कस्मिन् धातुगणे अस्ति इति कापि आवश्यकता नास्ति निजन्तप्रसङ्गे. मूल तत्र अणिजन्तप्रसङ्गे ज्ञातव्यमस्ति. अत्र किमपि तथा नास्ति. अस्तु, सम्यक् अस्ति. किञ्चित् संशयः अस्ति मम मनसि. यथा कर्तरि प्रयोगे निजन्त वदामः तत् प्रधानकर्म अपि वक्तुं शक्नुमः. मम चिन्तनम् आसीत् कर्मणि प्रयोगे एव प्रधानकर्म आगच्छति. अत्र प्रधानकर्मफलमिति वक्तुं शक्नुमः यतोहि अत्र तत्र वामतः पश्यामः चेत् तत्र कर्मसंज्ञा अपि अस्ति. आमां ज्ञापयति युवकं विषयम्. अत्र कर्मणि प्रयोगे तत्र विशेषतया चिन्तनम् अपेक्षितमस्ति इति कृत्वा, किन्तु दोषाय नास्ति. कर्तरिप्रयोगे कर्मणि प्रयोगे उभयत्र विषयमिति एव तत्र प्रधानकर्म अस्ति, किन्तु अत्र चिन्तनं किञ्चित् भिन्नमस्ति, तावदेव अस्ति. पुष्पभगिनी वदतु. अवचाये अपि वक्तुं अर्थं किम्? तत्र चीदातुः चिनोति नाम स्वीकरोति, वृक्षात् फलं चिनोति, अवयवकेन फलं चिनोति. अवचिनोति इति अस्ति. अस्तु, लक्ष्मी भगिनी अग्रे. पाचकः पुत्रम् ओदनं भोजयति. अस्मिन् लिजन्तवाक्ये पाचकः इति पदं ति इति भागेन उक्तमस्ति, अतः उक्तकर्तृपदम्, अतः अभिहिते प्रथमा इत्यनेन तस्य प्रथमाविभक्तिकत्वम्. अनन्तरं धातुः अस्ति अत्र भुज् धातुः, उगन्तलघुपदस्य च इत्यनेन भोजी भवति. अनन्तरं निजन्तरूपं भोजयति इति रूपम् आगच्छति. भुज् धातुः तत्र प्रत्यवसानार्थ गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म कर्मकाणामणिकर्तासनति तस्मिन् सूत्रे प्रत्यवसानार्थ इति पदमस्ति, तस्य अर्थः भक्षणार्थे इति. अतः प्रयोज्यकर् पुत्रः इति पदं प्रयोज्यकर्ता, अतः तत् पदं कर्मत्वं स्वीकरोति. अतः तेन सूत्रेण प्रयोज्यकर्तुः द्वितीयाविभक्तिकत्वं भवति. अनन्तरम् ओदनम् इति प्रधानकर्मपदम्, अनभिहिते कर्मणि द्वितीया इत्यनेन तस्य द्वितीया विभक्तिकत्वं भवति. द्वितीयं वाक्यमस्ति रजकः पुत्रेण वस्त्रं प्रक्षालयति. अत्रापि ति इति भागेन रजकः इति पदम् उक्तमस्ति, अतः तस्य प्रथमा विभक्तिः. अत्र प्रा उपसर्गपूर्वकः क्षाल् धातुः अस्ति, प्रक्षाली, अनन्तरं प्रक्षालयति आणिजन्तरूपम् आगच्छति. अत्र क्षाल् इति धातुः गत्याद्यर्थकधातुषु नास्ति, ततः अतः तं सूत्रं कार्यं न करोति. अतः अत्र प्रयोज्यकर्तुः अनभिहिते कर्तृकरणयोः तृतीया इत्यनेन तृतीयाविभक्तिकर्तुम्, अतः पुत्रेण इति भवति. वस्त्रमिति प्रधानकर्मपदं, तस्य अतः तस्य अभिहिते कर्मणि अनभिहिते कर्मणि द्वितीया इत्यनेन तस्य द्वितीया विभक्तिकत्वं भवति. वा प्रभावशाली अस्ति भगिनि, बहु समीचीनमस्ति. वयं सर्वे वैयाकरणाः जाताः. वा अस्तु, बहु सम्यक् अस्ति इति विषयः. अग्रे सुब्रह्मण्यं वदतु कृपया. आं महोदय, इदानीमत्र प्रसादः दिनकरं श्लोकं पाठयति. अत्र पठ् धातुः अस्ति, अत्र शब्दकर्म धातुः, अतः अत्र दिनकरं यत् प्रयोज्य कर्तुः अस्ति तस्य द्वितीया विभक्तिः भवति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अनि कर्तासनौ इत्यनेन अत्र प्रथमं तत्र कर्मत्वं स्वीकृत्य अनन्तरम् अत्र द्वितीयाविभक्तिरूपं तस्य. प्रसादः इति पाठयति इत्यस्य ति इत्यनेन निर्दिष्टः, अतः अभिहिते प्रथमा इत्यनेन अत्र कर्तृपदस्य प्रथमा विभक्तिः. श्लोकमिति प्रधानकर्म अस्ति, तदपि अनुक्तमस्ति क्रियापदेन, अतः अनभिहिते कर्मणि द्वितीया इत्यनेन तस्य द्वितीया विभक्तिकत्वम्. अनन्तरम् अत्र शिवः दिनकरेण वस्तूनि सङ्ग्राहयति. अत्र धातुः अस्ति ग्रह्. ग्रह् धातुः अत्र विशिष्टधातुः नास्ति अस्माकं कृते इदानीम्. अतः अत्र दिनकरः यः प्रयोज्यकर्तुः अस्ति तस्य तृतीया विभक्तिः भवति. किमर्थमित्युक्ते अत्र प्रयोज्यकर्तुः क्रियापदस्य ति इत्यनेन तिङ्प्रत्ययेन न निर्दिष्टः. अतः अनभिहिते कर्तृकरणयोस्तृतीया इत्यनेन तस्य तृतीया विभक्तिकत्वं. शिवः इति प्रयोजककर्ता. अत्र क्रियापदस्य तिङ्प्रत्ययेन निर्दिष्टः. अतः अत्र अभिहिते प्रथमा इत्यनेन कर्तृपदस्य प्रथमा विभक्ति. वस्तूनि अत्र प्रधानकर्मपदं, तदपि न उक्तः क्रियापदेन. अतः अनभिहिते कर्मणि द्वितीया इत्यनेन तस्य द्वितीया विभक्तिकत्वम्. वा, बहु समीचीनमस्ति. अस्तु, अखिल भगिनि अग्रे. राजेशः दिनेशं गीतं बोधयति. अत्र बुद्धिति धातुः, तत्र बुद्धिधातुः शब्दकर्मधातुः इति कृत्वा अत्र तत्र प्रयोज्यकर्म इत्यस्य गति बुद्धि प्रत्यवसानार्थशब्दकर्म कर्मकाणा मणिकर्ता सन्नौ इत्यस्य इति विशिष्टधातुः इति कृत्वा तस्य द्वितीया विभक्तिः भवति. राजेशः इति अभिहितमस्ति ति इति भागेन इति कृत्वा तस्य प्रथमा विभक्ति. गीतमिति कर्मपदम् अनभिहिते कर्मणि द्वितीया कर्मद्वितीया इति कृत्वा तत्र कर्मपदस्य द्वितीया विभक्तिः भवति. द्वितीयं वाक्यमस्ति गौरीशः दिनेशेन चाकलेहं खादयति. तत्र खादिति धातुः यद्यपि प्रत्यवसानार्थे अस्ति अस्ति तथापि खादिति धातुः तत्र विशिष्टधातुः अस्ति यत् प्रत्यवसानार्थे अस्ति चेदपि तस्य तस्य प्रयोज्यकर्तुः द्वितीया विभक्तिकत्वं न स्वीकरोति इति कृत्वा तत्र गौरीशः इति प्रयोजककर्ता, तस्य तु प्रथमा विभक्ति भवति यतोहि तिङ्भागेन सूचितं. दिनेशेन इति अन्नभिहिते अन्नभिहितः इति कृत्वा तत्र कर्तृकर्मयोः क्षम्यतां कर्तृकर्मयोः तृतीया इत्यनेन तृतीया विभक्तिकत्वं. कर्मपदं तु तत्र अन्नभिहितम् इति कृत्वा तस्यापि द्वितीया विभक्तिकत्वं चाकलेहम् इति कर्मपदस्य. बहु सम्यक् अस्ति. अत्र बहु समीचीनमस्ति. अत्र केवलम् एकं वदामि, यतोहि पूर्वमपि प्रश्नः आगतः आसीत्, नाम कथं ज्ञातुं शक्नुमः कुत्र शब्दकर्म इति वक्तव्यमस्ति, कुत्र च ज्ञानार्थे अस्ति, बुद्ध्यार्थे अस्ति. अत्र बोधधातुः बुद्ध्यार्थे अस्ति, न तु शब्दकर्म. कथं ज्ञातुं शक्नुमः इति प्रश्नः, यतोहि अतीव ब्रह्मात्मकः विषयः अस्ति. अहं मातरं पृष्टवान्, सा उक्तवती यत् कथं ज्ञातुं शक्नुमः इति चेत् यत्र शुद्धज्ञानम् इति विषयः, सामान्यज्ञानम्, अन्यत् किमपि नास्ति तस्मिन् अर्थे, केवलं ज्ञानार्थे अस्ति, तत्र बुद्ध्यार्थकः धातुः अस्ति. यत्र तद्विहाय अन्यत् किमपि अस्ति, पाठनविषयः, पठनविषयः, तत्र यथा अहं दृष्टवान्, दृष्ट्वा अवगतवान्, नाम अहं पश्यामि, तत्र कुत्रचित् अवगमनार्थे अस्ति खलु, अहम् इदानीं पश्यामि, इदानीम् अवगच्छामि, तथापि तथा नास्ति बुद्ध्यार्थकधातुः. यत्र इन्द्रियेण संयुक्तमस्ति अथवा पठनेन पाठनेन च, तत्र पठनक्रिया अस्ति खलु, पाठयति, अत्र पाठयति इति केवलं शुद्धज्ञानमिति न अर्थः. पाठयति इत्युक्ते ऐ मेक् यु रीड् इति एव अर्थः अस्ति. ऐ इन्स्पायर् यु टु रीड्, रीड् इति अर्थः अस्ति खलु, पठति. तदर्थं शब्दकर्म अस्ति, न तु शुद्धज्ञानं. शुद्धज्ञानम् इत्युक्ते वेत्ति, तत्र बोधति इति, तत्र तादृशेषु अहं जानामि, जानामि इति एव अर्थः. तद्विहाय अन्यत् किमपि नास्ति तस्मिन् इति कृत्वा शुद्धज्ञानं सामान्यज्ञानम् इति विषयः. यत्र तादृश अर्थः अस्ति तत्र एव बुद्ध्यार्थकधातुः अस्ति, नो चेत् शब्दकर्म इत्यादिकं स्वीकर्तव्यमस्ति इति स्पष्टं स्यात् इदानीं. महोदय, शब्दकर्म अर्थं किं कृपया एकवारं वदतु. हा, यथा अहं शास्त्रं पाठयामि, अत्र शास्त्रमिति कर्मपदमस्ति, शब्दकर्म अस्ति, तत्र कर्मपदस्य शाब्दार्थः अस्ति इति कृत्वा तस्य अहं यदा विषयं पाठयामि, शास्त्रं पाठयामि, भाषां पाठयामि, तत्र यत् पदमस्ति तस्य कर्मपदत्वम् अस्ति, द्वितीयविभक्तौ अस्ति, शब्दकर्मार्थे अस्ति, तत्र वक्तव्यमस्ति शब्दकर्म. यस्य कर्मपदं शब्दार्थे अस्ति, यद्यपि अहं शास्त्रं बोधयामि इति वक्तुं शक्नुमः, तत्र ऐ मेक् यु रीड् इति नार्थः, ऐ मेक् यु अण्डर्स्टेण्ड्, ऐ मेक् यु नो, ऐ मेक् यु नो. ज्ञानार्थे, शुद्धज्ञानार्थे अस्ति. यद्यपि अहं शास्त्रं बोधयामि, अहं शास्त्रं पाठयामि, तथापि तत्र भेदः अस्ति खलु. स्पष्टमस्ति महोदय? अहं पृच्छामि, शब्दकर्मकः धातवः कः इदानीम् अद्यतनपाठे? अहं शब्दकर्मकः धातुः अर्थं किम्, यत् इदानीम् अहं तत्र उक्तवान् यत् अहं भाषाम् अस्तु, अहं भाषां पठामि, अहं शास्त्रं पठामि, अत्र पठामि इत्यस्य कर्मपदमस्ति भाषां शास्त्रं, हा इति कर्मपदमस्ति. कर्मपदस्य अर्थः इति चेत् तत्र शाब्दिक अर्थः अस्ति, शाब्दार्थः अस्ति. पाठः तत्र तस्य अर्थस्य अन्तः शब्दः इति अन्तर्निहितः अस्ति, शब्दः अस्ति. अहं पाठशालां गच्छामि, अत्र पाठशालाम् इति कर्मपदमस्ति, किन्तु शब्दः इति अर्थः नास्ति खलु, पाठशाला इति स्थानं, गन्तव्यस्थानमस्ति, न तु शब्दः अर्थः. किन्तु अहं पाठं पठामि, अहं भाषां पठामि, अहं शास्त्रं पठामि इति तत्र एतादृशेषु शब्देषु तत्र शब्दः इति एव अर्थः अस्ति खलु कर्मपदे. स्पष्टमस्ति इदानीम्? अस्तु, सम्यक्, प्रश्नः सम्यक्. महोदय, अत्र इदानीम् अत्र दिनेशं गीतं बोधयति, अत्र अपि शब्दकर्म दृश्यते किल, गीतम् इति. हा, किन्तु अस्ति अस्ति, किन्तु तत्र बोधधातोः अर्थे केवलं गीतं, गीतं यत् गीतमस्ति तत् ऐ मेक् यु नो दट् गीतम्, अहं श्रावयामि, पाठयामि, तत्र ऐ मेक् यु रीड् इट्, ऐ मेक् यु हियर् इट् इति अर्थः, तत्र धातोः अर्थः द्रष्टव्यः. हा, तत्र अहं ज्ञापयामि केवलम् अर्थः, नाम तत्र बुद्धं खलु, तत्र बोधयामि इत्यस्मिन् अहं मम कार्येण भवतः मनसि गीतस्य ज्ञानम् उत्पद्यते. तद्विहाय, नाम शुद्धज्ञानं विहाय अन्यत् किमपि नास्ति इति भेदः. धन्यवादः. हा, अस्तु, समीचीनमस्ति. राजी भगिनी अग्रे. कृषिकः पुरुषम् आम्रफलम् आशयति, अत्र कृषिकः उक्तकर्म प्रयोजककर्ता अभिहिते प्रथम इति सूत्रेण प्रथमाविभक्ति प्राप्नोति. आम्रफलं कर्म आशयति धातुः किं महोदय? अष्टधातुः. अष्टधातुः, ओ अष्टधातुः. अहं चिन्तयामि अष्टधातुः गति बुद्धि बुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणामणि कर्तासनो इति सूत्रं सूत्रे स्थानं वहति इति अहं चिन्तयामि. तत् कारणार्थं कस्मिन् तत् सत्यमेव कस्मिन् अर्थे अस्ति तर्हि? तत् कारणार्थं पुरुषद्वितीया विभक्तिरूपं प्राप्नोति. अतः कृषिकः पुरुषम् आम्रफलम् आशयति. द्वितीयाविभक्ति अनभिहते कर्तृ कर्मणि द्वितीया इति सूत्रेण द्वितीयाविभक्तिः प्राप्नोति. आशयति इति कः अर्थः? आशयति इत्युक्ते इच्छति. न न इच्छति इति यदि स्यात् तर्हि अस्मिन् गतिबुद्धि प्रत्यावसानार्थशब्दकर्मकारणम् इति अस्मिन् कथम् आगच्छेत्? इच्छाति नास्ति तत्र. इत्युक्ते प्रत्यावसानार्थकानां धातूनां भक्ष इति अस्ति तदैव तत्र ततः आशयति तिङ्गन्तपदम् आशयति अश् धातुः. अत उपादायाः उपादायं लघु अकारस्य तत्र दीर्घः देशः अस्ति इति कृत्वा आशयति. अग्रे आशयति. पुरुषः तक्षकेण विग्रहं निर्मापयति. अत्र पुरुषः उक्तकर्म उक्तकर्ता प्रयोजककर्ता तक् निर्मापयति. मापि इति साधारणधातुः, विशेषसूत्रम् अत्र न कार्यं करोति. अतः तक्षकेण तृतीयाविभक्तिरूपं प्राप्नोति. अभिहते कर्तृकरणयोः तृतीयाय इति वाक्येन तक्षकेण इति रूपं प्राप्नोति. विग्रहं कर्मपदं. निर्मापयति इत्युक्ते मापनं करोति. तत्र मापनम् अत्र मापनमिति निर्माणं कारयति इति अर्थः? निर्माणं कारयति साधारणधातुः एव. अतः तृतीयविभक्तिः एव रूपं दक्षकः प्रयोज्यकर्ता तृतीया विभक्तिरूपम्. अस्तु तर्हि आशयति इत्यस्मिन् भक्षणार्थे इति कृत्वा तत्र पुरुषम् इति द्वितीयविभक्तौ अस्ति. निर्मापयति तथा किमपि नास्ति इति कृत्वा तक्षकेण इति अस्ति इति प्रमुखशिक्षा अस्ति अत्र. अपि च तत्र अश्धातुः क्रियादिगणे अस्ति इति कृत्वा अश्नाति यथा क्रीणाति इति अश्नाति तत्र नाति मध्ये आगच्छति. तत्र अणिजन्तधातुः अस्ति चेत् कस्मिन् गणे अस्ति इति अवश्यं ज्ञातव्यमस्ति. यथा उपरि भूज्धातुः सप्तमे गणे अस्ति, रुढादिगणे अस्ति इति कृत्वा भुङ्क्ते इति मध्ये कश्चन तत्र आगच्छति इति कृत्वा भुङ्क्ते इति रूपमस्ति. अत्र न आगच्छति, अश्नाति. किन्तु उभयत्र भोजयति आशयति. हृजन्तरूपम् अस्ति चेत् धातुगणस्य ज्ञानं नापेक्षितमस्ति. अस्तु मेहुल् महोदय अग्रे. आं महोदय. पण्डितः अर्चकान् मन्त्रान् वेदयति. अत्र वेदयति इति क्रियापदस्य ति भागेन पण्डितः इति उक्तः प्रयोजककर्ता अस्ति. अतः अभिहिते प्रथमा इति सूत्रेण तस्य प्रथमा विभक्ति भवति. अर्चकान् इति द्वितीयाविभक्ति भवति. किमित्युक्ते वेदयति इति क्रियापदस्य धातुः वेद् अस्ति इति अहं चिन्तयामि. वेद् धातुः बुद्ध्यर्थकः अस्ति, यतः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अञ्कर्तासणौ इत्यनेन तस्य प्रयोज्यकर्ता अनुक्तः प्रयोज्यकर्ता तस्य सूत्रेण द्वितीया विभक्तिः भवति, अतः अर्चकान् इति आगच्छति. मन्त्रान् इति अनुक्तः कर्मपदं कर्मणि द्वितीया अनुभीते कर्मणि द्वितीया इति सूत्रेण द्वितीया विभक्तिः भवति. सम्यक्. अनन्तरं सोमयाजी अर्चकैः पूजां कारयति, अत्रापि क्रू धातुः अस्ति, तस्य नियन्तरूपं कारि इति भवति, अनन्तरं कारयति इति आगच्छति. कारयति अत्र ति भागेन सोमयाजी इति उक्तः प्रयोजककर्ता अस्ति, अतः तस्य प्रथमाविभक्तिः भवति. क्रू इति धातुः विशेष धातुः नास्ति, अतः अनुक्तप्रयोज्यकर्ता कर्तृपदम् अर्चकैः तस्य तृतीया विभक्तिः भवति, अतः सोमयाजी अर्चकैः पूजां कारयति इति भवति. पूजाम् इति अनुक्तकर्मपदम् अतः अनभिहिते कर्मणि अनभिहिते कर्तुकरणतृतीयाः इत्यनेन तस्य तृतीया विभक्तिः भवति अर्चकैः. पूजामिति अनुक्तकर्मपदमस्ति, अतः द्वितीया विभक्तिः भवति. हा, बहु सम्यक् अस्ति, वा प्रभावशाली अस्ति. अर्चकान् इति वेदयति, अत्र वेदधातुः शुद्धज्ञानार्थे अस्ति, शुद्धज्ञानार्थे अस्ति. कारयति सामान्यधातुः अस्ति इति कृत्वा अर्चकैः. अस्तु, सम्यक् अस्ति. अग्रे सुमित्रा भगिनी वक्तुमिच्छति वा? न महोदय, शृणोमि अद्य. अस्तु, शृणोतु, नास्ति चिन्ता. हा, नतासा भगिनी वक्तुमिच्छति चेत्. आं महोदय, श्यामला विमलां पद्यम् अवगमयति. श्यामला प्रयोजककर्ता, विमलां प्रयोज्यकर्ता, पद्यं शब्दकर्म अस्ति, तथैव विमला द्वितीयविभक्तिः अस्ति. हा, द्वितीया विभक्तिः अस्ति. हा, सत्यम्. आरक्षकः विमलया विषयं स्मारयति. स्मारयति सामान्यधातुः अस्ति, तथैव विमला तृतीया विभक्तिः अस्ति. विमलया इति तृतीया विभक्तिः अस्ति. बहु सम्यक् अस्ति, वा, बहु सम्यक् अस्ति. अत्र अत्र किञ्चिदेव संयोजयामि. अवगमयति इति प्रायः बुद्ध्यार्थे अस्ति, केवलं शुद्धज्ञानमिति इति कृत्वा न. तत्र गम् धातुः गत्यार्थकः अस्ति, किन्तु अव इति उपसर्गस्य संयोजनेन अवगमनं नाम बुद्ध्यार्थे अस्ति. अवगमनम् इति प्रायः शब्दकर्म इति न स्यात्, यद्यपि पद्यमिति शब्दार्थे अस्ति, यथा उपरि बोधयति इति गीतं बोधयति, अत्र पद्यम् अवगमयति इति प्रायः इति अहं मन्ये. अनन्तरं स्मारयति इति यद्यपि विमलायाः मनसि अथवा आत्मनि ज्ञानम् उत्पद्यते, यद् विस्मरणं जातं तत् स्मृतमस्ति, स्मरणं पुनः स्मरणस्य उदायः जातः, तथापि स्मरणार्थे अस्ति खलु, तत्र शुद्धज्ञानमिति नास्ति, स्मरणमस्ति इति कृत्वा सामान्यधातुः अस्ति, न तु बुद्ध्यार्थकः, न वा शब्दकर्म. महोदय, अत्र स्मरणार्थे यद्भवति तत् शब्दकर्म न भवति वा? यतोहि तत्र किञ्चित् मम भ्रमः अस्ति. हा हा, अत्र भ्रमात्मकः विषयः अस्ति, किन्तु अत्र प्रधानतया स्मरणमस्ति खलु, स्मरणं. तत्र स्मरणमिति मनसि काचन क्रिया अस्ति, स्मरणम् इति कृत्वा. परन्तु स्मरणस्य कर्म तु शब्दः इति वक्तुं शब्दमिति न वक्तुं शक्नुमः वा शब्दः इति अहं विषयं स्मरामि विषयं स्मरामि अहं जनं स्मरामि अहं परिचयं स्मरामि सर्वत्र शब्द कर्म इति नास्ति खलु कुत्रचित् अहं स च दूरवाणीम् अहं क्रीतवान् तस्मिन् दिने भवत्याः मनसि अस्ति वा आमामामां तां दूरवाणीं स्मरामि तत्र शब्दकर्म नास्ति एवमेव कुत्रचित् शब्दकर्म स्यात् किन्तु सर्वत्र तथा नास्ति किन्तु पठति इति तत्र शब्दकर्म एव अस्ति अहं यानं स्मरामि अहं भारतदेशं स्मरामि एतत् बहु किमपि स्मरणं भवति खलु इति प्रायः भेदः अस्ति प्रधानतया स्मरणमस्ति कुत्रचित् शब्दकर्म अस्ति कुत्रचित् नास्ति किन्तु सर्वत्र स्मरणमस्ति पठधातोः सर्वत्र शब्दकर्म अस्ति इति भेदः अस्तु अग्रे तर्हि बालसुब्रह्मण्यं तत्र अग्रे सिंहः स्वशिशुं शृगालं भक्षयति भक्षयति तिङन्त धातुः तस्मात् सिंहः कर्तृ पदम् अभिहिते प्रथमा इति सूत्रेण प्रथमा विभक्ति सिंहः स्वशिशुं शृगालं भक्षयति शृगालम् इति अनभिहिते कर्मणि द्वितीया इति सूत्रेण शृगालं द्वितीया विभक्ति द्वितीयवाक्यं गणेशः शृगालेन नाट्यं कारयति तत्र कारयति इति अकर्मक सामान्य विशिष्टधातु नास्ति तस्मात् शृगालः इति अनभिहिते कर्तकरणीय तृतीया इति सूत्रेण तृतीया विभक्ति गणेशः शृगालेन नाट्यं कारयति इति अपि च सकर्मकधातुः कारयति सो विशिष्टधातुः नास्ति सामान्यधातुः हा समीचीनमस्ति हा अत्र अस्माकं भक्षधातुः विशिष्टधातुः अस्ति तत्र भक्षणार्थे अस्ति किन्तु इतोपि किञ्चित् उक्तमस्ति अस्मिन् प्रसङ्गे अत्र अयं धातुः चुरादिगणे अस्ति उभयपदे अस्ति इति कृत्वा भक्षयति भक्षयते इति अस्ति भक्षणार्थे खादनार्थे अस्ति अत्र विशेषतः उक्तमस्ति भक्षयतेः अहिंसार्थकस्य अपि द्वितीया न भवति इति भक्षयते रहिंसार्थस्य च इति वार्तिकमस्ति अत्र अहिंसार्थः इति कथं ज्ञायेत अत्र लिखितमस्ति सिंहः स्वशिशुं शृगालं भक्षयति अत्र वयम् ऊहां कर्तुं शक्नुमः तत्र अत्र साधारणविषयः यत् मारणं जातमस्ति खलु अत्र सिंहः स्वशिशुं शृगालं भक्षयति अत्र मारणं जातमस्ति अतः हिंसार्थं किल महोदय भक्षणार्थं मारणं सो मुख्य अंशं इन्टेन्शन् भक्षणमेव मारणं न हा हा हा अत्र किं दत्तमस्ति गतिबुद्धि प्रत्यवसानार्थ प्रत्यानावसार्थानां तत्र कर्मपदं प्रयोजकर्तुः कर्मपदत्वम् अस्ति द्वितीयविभक्तिकत्वम् अस्ति अत्र भक्षयतेः अहिंसार्थस्य तथा नास्ति तृतीयविभक्तौ अस्ति अत्र हिंसार्थे अस्ति न तु अहिंसार्थे हिंसार्थे अस्ति न तु अहिंसार्थे इति कृत्वा द्वितीयविभक्तिः अस्ति अयं विषयः पुनः आयास्यति तत्र द्रष्टव्यमस्ति किञ्चित् इतोपि चर्चा अपेक्षिता अस्ति अग्रे गच्छेम इदानीम् एतत् सर्वं दृष्टवन्तः सर्वेषाम् अभ्यासः जातः इदानीम् अभिहिते अनभिहिते इति एतत् सर्वं वयम् अवगतवन्तः अग्रे मास्तु नो चेत् किमस्ति अस्माकं पाठः न समापयिष्यते कृत्वा पुष्पा भगिनी किं अत्र तु अहिंसा अस्ति तत्तु अत्र हिंसार्थे न तु अहिंसार्थे तत्तु माता उमया तण्डुलं भक्षयति, तत्तु भक्ष कथं कुत्र अस्ति? अग्रे अग्रे चर्चा भविष्यति, अग्रे चर्चा भविष्यति, मया उक्तम् इदानीं किञ्चित् तद् धैर्यम् अपेक्षितमस्ति, अग्रे आयास्यति इदानीम्. अवश्यम् अवश्यम् अवश्यं, तत् प्रश्नः सम्यक् अस्ति, अग्रे उच्यते. इदानीं किमस्ति, केवलम् अर्थदृष्ट्या वयं सर्वे अवगतवन्तः यत् अभीते अनभीते तृतीयकर्तृ तत् कर्तृकरणीयोस्तृतीय इत्यादिकम् इदानीं मास्तु, नो चेत् पुनः एकः मासः अपेक्षितः अस्ति. अस्य पाठस्य समाप्तिः भवतु अद्य. अस्य कृते कुत्र तत्र केवलम् अस्माकम् अवधानं भवतु यत् प्रयोज्यकर्तुः द्वितीयविभक्तिः अथवा तृतीयविभक्तिः तावदेव, अपि च किमर्थम् इति तावदेव द्रष्टव्यमस्ति. आधिक्येन सर्वं जानीमः, कुत्रचित् एव चर्चा भवति इति कृत्वा. अस्तु, अग्रे अग्रे गच्छेम. इदानीं मम बालः शालां गच्छति, भ्राता बालकं शालां गमयति इति तत्र वयं जानीमः. तत्र पुष्पा भगिनी वदतु, अत्र किमर्थं बालकम् इति उक्तम्? पुष्पा भगिनी, हरि ओम्. अत्र बालकं बालम् इति न उच्यते न, बालं बालकं न न न न न, तत्र प्रश्नः अस्ति बालकम् अथवा बालकेन, किमर्थं बालकं तावदेव वक्तव्यं. तत्तु अभिहिते न न, अभिहिते अनभिहिते इति मास्तु, केवलं धातोः अर्थं दृष्ट्वा. धातोः गत्यर्थकधातुः अस्ति तावदेव. इदानीम् अग्रे गत्वा तावदेव वयं सम्यक्तया अभ्यासं कृतवन्तः, अवगतवन्तः. इदानीं केवलं कस्मिन् अर्थे अस्ति, विशिष्ट अर्थः अस्ति चेत् द्वितीयविभक्तौ, विशिष्ट अर्थः नास्ति चेत् तृतीयविभक्तौ, तावदेव इदानीम्. अग्रे गच्छेम, लक्ष्मी भगिनी अग्रे. तत्र पुत्रः शालां प्राप्नोति, पुत्रः शालां प्राप्नोति, निजन्तवाक्यमस्ति पिता पुत्रं शालां प्रापयति. अत्र पुत्रम् इति पदं द्वितीयविभक्तौ अस्ति. अत्र आप् धातुः गत्यर्थकधातुः, अतः प्रयोजकर्तुः द्वितीयविभक्तिः. हा, समीक बहु तावदेव अस्पेक्षन् बहु सम्यक् अस्ति. न अकर्मक इति कथम् आप्नोति इति सकर्मकधातुः अस्ति. अस्तु, अग्रे गच्छेम, सरला भगिनी अग्रे. भृत्य स्यूतं प्रेषयति, रिजन्त् अस्ति, स्वामी भृत्यं स्यूतं प्रेषयति, प्रेष् धातु इति गत्यार्थकम् अस्ति, भृत्य प्रयोजक प्रयोजकर्ता तस्य द्वितीयविभक्ति भवति. गत्यार्थकः राजेन्द्रमहोदय अग्रे. कोकिलः नीडं गच्छति, काकः कोकिलं नीडं गमयति. अत्र अपि गम्यति गत्यर्थक धातुः अस्ति, गम् धातु, तत् कारणात् तत् प्रयोजकर्तुः कोकिलं, तत् द्वितीयविभक्ति भवति भवति. द्वितीयविभक्तौ अस्ति. अस्तु, समीचीनमस्ति. अग्रे मेहुलमहोदय अग्रे. आं महोदय, यात्री तीर्थक्षेत्रम् अटति, तस्य निजन्तवाक्यमस्ति मार्गदर्शी यात्रिणं तीर्थक्षेत्रम् आटयति. अत्र यात्रिणम् इति प्रयोज्यकर्ता, तस्य द्वितीयविभक्ति भवति इत्युक्ते अट् इति धातुः अस्ति, अट् इति धातुः गत्यर्थकम् अस्ति, अतः यात्रिणम् इति द्वितीयविभक्ति आगच्छति. हा, सम्यक् अस्ति. अत्र वैशिष्ट्यमस्ति यत् अट् धातुः, अट् धातुः केचन तादृशदातवः सन्ति ये अहं स्वयं चिन्तयामि स्म यत् अकर्मकधातुः अस्ति, किन्तु तथा न उक्तमस्ति. हेगडे महोदयस्य धातुपाठे लिखितमस्ति सकर्मकः, अपि च अत्र एतादृशम् उदाहरणं दत्तमस्ति, अतः सावधानतया अस्माभिः अवगन्तव्यमस्ति. अत्र अटति इति केवलं भ्रमणम्, इतस्ततः भ्रमणम् इति नास्ति, तत्र सकर्मकधातुः अस्ति. तीर्थक्षेत्रम् अटति इति कृत्वा सकर्मकधातुः अस्ति. सकर्म नाम अकर्मक गत्यार्थकधातुः अस्ति चेत् तत्र अकर्मकक्षेत्रे स्वीकर्तव्यमस्ति, किन्तु अत्र सकर्मकः गत्यार्थकः अस्ति इत्युक्तमस्ति, अस्माकं बोधः आवश्यकः अत्र. महोदय, एकः प्रश्नः अत्र, यात्री तीर्थक्षेत्रे अटति अपि समीचीनवाक्यमेव किल? अत्र सप्तमी अपि तीर्थक्षेत्रे अटति. हा, तत्र अर्थः भिन्नः अस्ति इति स्वीकृत्य, नाम आरम्भे क्रियायाः आरम्भे तत्र आसीत् तत्र अस्ति आरम्भतः, तत्र गन्तव्यस्थानम् इति रूपेण न स्वीकर्तव्यमस्ति तस्मिन् अर्थे, तत्र अस्ति तस्मिन् क्षेत्रे अटति इति वक्तुं शक्येत. किन्तु तत्र आरम्भे तस्य गृहे आसीत्, अनन्तरं तत्र गतवान् इति यात्री तीर्थक्षेत्रम् अटति इति प्रायः तादृश अर्थः अस्ति. अत्र अटति, किन्तु पुनः किञ्चित् द्रष्टव्यमस्ति, यतोहि अर्थधातोः भ्रमणार्थः अस्ति इति कृत्वा तत्र सप्तमी वक्तौ भवति न वा इति किञ्चित् द्रष्टव्यमस्ति. तादृशप्रयोगः सामान्यः अस्ति इति अवश्यं, भ्रमति अटति तस्मिन् क्षेत्रे अटति इति प्रायः साधु अस्ति, प्रष्टव्यमस्ति, द्रष्टव्यं, दृष्ट्वा अनन्तरं वक्तव्यमस्ति. अग्रे विद्याभगिनी, अग्रे तत्र रामः, रामः गुरुकुलं गमयति, रिक्तस्थानम् अस्ति, बालकः, अत्र गम् इति धातुः गत्यर्थकधातुः, तर्हि बालकः इत्यस्य द्वितीयावतारणार्थं बालकं, रामः बालकं गुरुकुलं गमयति. अग्रिमं करोतु. गोपालकः रिक्तस्थानं गोष्ठं प्रापयति, वत्सः इति अस्ति, प्रापयति इति गन्तव्यस्थानं गत्यर्थकधातुः, तर्हि वत्सः इत्यस्य द्वितीयावतारणार्थं वत्सम्. ओके, हा, बहु समीचीनमस्ति. अग्रे सुब्रह्मण्यमहोदय, अग्रे. आं महोदय, देवदत्तः कोषागारं सञ्चारयति मित्रम्, अत्र चर् धातुः सम् उपसर्गचर्धातुः गत्यर्थकः, अतः प्रयोज्यकर्तुः द्वितीयविभक्तौ, देवदत्तः मित्रं कोषागारं सञ्चारयति. हा, बहु समीचीनमस्ति. अत्रापि मम आश्चर्यं नाम यथा यया रीत्या अट् धातुः सकर्मकः, अहं चिन्तयामि स्म चर् धातुः अपि नाम अकर्मकः इति, किन्तु हेगडैमर्स् धातुपाठे लिखितमस्ति यत् चर् धातुः अपि सकर्मकः अस्ति, तर्हि चर् धातुः अपि अट् धातुः अपि सकर्मकधातु इति कृत्वा अपि सन् उपसर्गः इति नास्ति चेदपि तादृशवाक्यं सम्भवति इति भाति. अस्तु, अग्रे भवान् एव कृपया. आं महोदय, वणिक् उद्योगं प्रापयति कर्मकरः, अत्र आप् धातुः अस्ति गत्यर्थकः, अतः वणिक् कर्मकरम् उद्योगं प्रापयति. हा, बहु सम्यक् अस्ति. अग्रे अखिल भगिनी, अग्रे अग्रिमं वाक्यमस्ति, वाक्यमेव अपेक्षितमस्ति, तत्सर्वं जानीमः. गोविन्दः पुस्तकं नयति. गोविन्दः पुस्तकं नयति, मनोजः गोविन्देन पुस्तकं नायति. अत्र नयति इति यद्यपि गत्यर्थकधातुः अस्ति चेत् अपि यद्यपि गत्यर्थधातुः अस्ति, तथापि तत्र नीवह्योर्न इति सूत्रेण तत्र तस्य प्रयोज्यकर्तुः द्वितीयाविभक्तिकत्वं नास्ति, तृतीया एव भवति इति कृत्वा मनोजः गोविन्देन इति तृतीयाविभक्तिः पुस्तकं नायति इति वाक्यं. तद्वतेव वृषभः भारं वहति, शाकटिकः वृषभेन भारं वाहयति, तत्रापि तेनैव वार्तिकेन वृषभेन इति भवति, न तु वृषभम् इति द्वितीयाविभक्ति. हा, बहु सम्यक् अस्ति इति सर्वेषां मनसि भवेत्. नी धातुः अपि च वह् धातुः, द्वयोः तृतीया विभक्तिः भवति प्रयोज्यकर्तुः. अस्तु, सम्यक् अस्ति. अग्रे राजीवनी, अग्रे. बलदेवः कथां जानाति, वसुदेवः बलदेवं कथां ज्ञापयति. ज्ञादातु जादातु बुद्ध्यर्थकानां दातु, अतः कथां बलदेवं द्वितीयविभक्तिरूपं प्राप्नोति. हा, अत्र बुद्ध्यार्थकधातुः अस्ति, नाम शुद्धज्ञानार्थे अस्ति, शुद्धज्ञानार्थे, केवलं सामान्यज्ञानार्थे अस्ति, किमपि अन्यत् किमपि नास्ति. द्वितीयं करोतु. शिष्यः श्लोकार्थं बोधयति, उपाध्यायः शिष्यं श्लोकार्थं बोधयति, तत्रापि बुद्धधातुः ज्ञानार्थकधातुः, अतः शिष्यं द्वितीयरूपं प्राप्नोति. शिष्यः शिष्यम्. हा, समीचीनमस्ति. अनिजन्तरूपं बोधति, निजन्तरूपं बोधयति, शुद्ध बुद्ध्यार्थकः धातुः अस्ति. सम्यक् सम्यक्. सरला भगिनी अग्रे. गोपालमन्त्रार्थं वेति, नन्दनः गोपालं मन्त्रार्थ वेदयति. वेद् धातु बुद्ध्यार्थकधातुः अस्ति, अतः गोपालं प्रयोजकर्ता, तस्य द्वितीया विभक्ति भवति. सीतारामः काव्यमहत्त्वं बोधति, जयरामः सीतारामं काव्यमहत्त्वं बोधयति. बुद्धधातु बुद्ध्यार्थकम् अस्ति, अतः सीतारामं तस्य प्रयोजकर्ता, तस्य द्वितीया विभक्ति भवति. एतादृशेषु स्थलेषु तत्र शुद्धज्ञानमस्ति खलु, ज्ञापयति, बोधयति, वेदयति इति. एतादृशस्थलेषु केवलं सामान्यज्ञानमस्ति, अन्यत् किमपि नास्ति इति कृत्वा. अस्तु, सम्यगस्ति. अग्रे गच्छेम. बालसुब्रह्मण्यं वदतु अग्रे. शङ्करः विषयं ज्ञापयति. शङ्करः रविं विषयं ज्ञापयति. किमस्ति ज्ञापयति इति बुद्ध्यर्थ धातु, तस्मात् द्वितीया विभक्ति. ज्ञापनम् इति शुद्धविषयं बुद्धिं ज्ञापनम् इत्युक्ते शुद्धज्ञानम्. हा, शुद्धज्ञानं सामान्यज्ञानम् अस्तु. अग्रे महोदय. नियन्त्रकः चालकं मार्गं ज्ञापयति. नियन्त्रकः चालकं मार्गं ज्ञापयति. अत्रापि ज्ञानं शुद्धज्ञानम् इति विषयः. सामान्यं ज्ञानमपि साधु एव, अत्र शुद्धज्ञानमेव. नाम मम कथनस्य आशयः यत् शुद्धज्ञानं सामान्यज्ञानम् इति एकस्मिन् अर्थे उक्तमस्ति. केवलं ज्ञानमिति, केवलज्ञानम् अत्र केवलज्ञानमिति अर्थः, केवलज्ञानम्, अन्यत् किमपि नास्ति. हा, अस्तु, समीचीनमस्ति. पुष्पा भगिनी अग्रे. महोदय, गुरुः श्लोकार्थं बोधयति, तत्तु बुद्ध्यार्थकं, तत्तु न शब्दार्थकं, श्लोकार्थं न, तत्तु छात्रं. धातोः अर्थः द्रष्टव्यः, न तु शब्दस्य. प्रथमतया धातोः अर्थः कः? बुद्धधातुः बुद्ध्यार्थे अस्ति खलु, बुद्धधातुः बुद्ध्यार्थकः. तत्तु श्लोकार्थम् अस्ति चेत् अपि अर्थं छात्रं, गुरुः छात्रं श्लोकार्थं बोधयति. हा, इति स्पष्टमस्ति खलु, यद्यपि श्लोकार्थः इति शब्दकर्म अस्ति, तथापि श्लोकं बोधयति इति वदनेन न यत्किमपि भवतु, नाम बुधधातुः इत्यस्य अर्थः द्रष्टव्यः प्रथमतया प्रथमतया अत्र अस्मिन्नेव वाक्ये श्लोकार्थं पाठयति इति यदि स्यात् तर्हि शब्दकर्म अस्तु समीचीनमस्ति नताशा भगिनी अग्रे माता सदाचारं वेदयति वेदधातु ज्ञानार्थं धातु अतः माता पुत्रीं सदाचारं वेदयति हा बहु समीचीनमस्ति अग्रे अग्रिमं करोतु भगिनि शिशुः शिशुः शर्करा भुङ्क्ते माता शिशुं शर्करा भोजयति भुङ्क्ते भक्षणार्थं धातु अतः शिशुं तृतीयविभक्ति हा सम्यक् सम्यक् अत्र धातु अस्ति भुज् भुज् भुज् धातुः अस्ति रुदादिगणे अस्ति भुङ्क्ते इति लट् लकारः धातु भुज् स च धातुः भक्षणार्थे अस्ति इति कृत्वा निजन्तप्रसङ्गे तस्य प्रयोज्यकर्तुः द्वितीयविभक्तिकत्वं भवति बहु सम्यक् अस्ति अस्तु अग्रे लक्ष्मीभगिनी अग्रे वत्सः सस्यं भक्षयति गोपालः वत्सं सस्यं भक्षयति अत्र धातुः अस्ति भक्षधातुः प्रत्यवसानार्थ धातु इत्युक्ते भक्षणार्थकधातुः इति कृत्वा अत्र प्रयोज्यकर्तुः द्वितीयविभक्तिः भवति अतः वत्सम् इति भवति हा किन्तु अत्र वैशिष्ट्यमस्ति खलु तत्र भक्षधातोः प्रसङ्गे किम् उक्तम् अहिंसार्थकस्य विषये हा तत्र वार्तिकं किम् भक्षयते रहिंसार्थस्य च न इत्युक्ते नु न इत्युक्ते कार्यं न कार्यं न करोति इति न अत्र गतिबुद्धिप्रत्यवसानात् शब्दकर्मकर्मकाणां इति सूत्रस्य वार्तिकमस्ति नाम अस्मिन् प्रसङ्गे एतेषां सर्वेषां धातूनाम् एतेषु अर्थेषु तत्र कर्मसंज्ञा भवति किन्तु निवह्योर्न इति अनेन न इत्यस्य कर्मसंज्ञा एते अनयोः न भवति आदिखाद्योर्न इति न इत्यस्य कथनेन अनयोः कर्मसंज्ञा न भवति प्रयोजकर्तुः भक्षयते रहिंसार्थस्य न इत्यस्य कथनेन न इत्युक्ते किम् अत्र अहिंसार्थकस्य विषये अत्र अहिंसार्थे न भवति भक्षणं न भक्षयते रहिंसार्थस्य न इत्यस्य कथनेन विद्याभगिनी तत्र भक्ष्यते अहिंसार्थस्य इति चेत् तत्र यत्र अहिंसार्थस्य अस्ति भुज् इति धातुः तत्र प्रयोज्यकर्तुः द्वितीयविभक्तिकत्वं न भवति अत्र तु भक्ष्धातुः क्षम्यतां भक्ष्धातुः यत्र अहिंसार्थकर्ते अस्ति तत्र द्वितीयविभक्तिः न भवति परन्तु अत्र वत्सः सस्यं भक्षयति इति अस्ति गोपालः वत्सं सस्यं भक्षयति अत्र सस्यस्य हिंसा अस्ति इति कृत्वा तत्र वत्स प्रयोजकर्तुः द्वितीयविभक्तिकत्वं हा बहु समीचीनमस्ति नाम तत्र लक्ष्मीभगिनी स्पष्टं खलु भक्षयते अहिंसार्थस्य न इति न अहिंसार्थे अस्ति चेत् तत्र कर्मसंज्ञा न भवति द्वितीयविभक्तौ प्रयोज्यकर्तुः द्वितीयविभक्तिः न भवति एतावता वाक्यद्वयम् अस्माभिः दृष्टं सिंहः स्वशिशुं शृगालं भक्षयति तत्र हिंसार्थे इति उक्तम् अत्र पुनः गोपालः वत्सं सस्यं भक्षयति, द्वितीय तत्र वत्समिति द्वितीयभक्तौ इति दृष्ट्वा अवगच्छामः यत् अत्रापि हिंसार्थे अस्ति, यतोहि अहिंसार्थे लिखितमस्ति यत् कर्मसंज्ञा न भवति, अत्र कर्मसंज्ञा इति जातमस्ति. तर्हि प्रश्नः उदेति खलु यत् नाम शाकाहारी अस्ति चेदपि सस्यस्य खादनसमये तत्र हिंसः जातः इति कृत्वा वत्समिति द्वितीयविभक्तौ. तर्हि कुत्र नाम भक्षणं यत्र अस्ति तत्र कुत्र स्यात् यत्र हिंसः नास्ति इति अहं मातरं पृष्टवान्. सा तु उक्तवती यत् यत्र यत्र जीवः जीवितः अस्ति तत्र हिंसार्थे भवति इति. सस्यम् इति यत्र शुष्कमस्ति यथा ओदनं, तत्र मातापुत्रेण ओदनं भक्षयति इति तादृशी परम्परा अस्ति. अहं तु न स्वीकरोमि तत्र तादृशसिद्धान्तं न स्वीकरोमि, किन्तु व्याकरणदृष्ट्या स्वीकर्तव्यमस्ति. एकस्मिन् दिने ओदनं तत्र जीवितमासीत् खलु, इदानीं शुष्कं जातं. सस्यम् इति शुष्कं जातं चेत् अत्र किञ्चित् वैचित्र्यम् अस्ति, किन्तु तथापि तादृशनियमः अस्ति. व्याकरणप्रसङ्गे अस्माभिः स्वीकर्तव्यमस्ति. ओदनं शुष्कं जातं, सस्यं यदा जीवितमस्ति तदानीं हिंसार्थे अस्ति. ओदनं शुष्कं जातम् इति कृत्वा हिंसार्थे नास्ति. वस्तुतः योगप्रसङ्गे योगदर्शनशास्त्रे प्रसङ्गः अस्ति यत् यः यत् किमपि करोति तस्य जीवनार्थं, यथा सिंहः शृगालं खादति, तत् सिंहः शाकाहारी जीवः नास्ति सिंहः. अतः योगिभिः तद् हिंसार्थे इति न स्वीक्रियते तैः नितरां न, यतोहि तस्य जीवनार्थमस्ति. हिंसः इति कथं वदेम, नाम यत्र मनुष्यः मांसं खादति तत्र हिंसार्थे अस्ति, किन्तु सस्यं खादति इति केवलं जीवनार्थं, तत्र जीवनार्थं खादति इति कृत्वा हिंसा नास्ति. नाम यत्र हिंसा प्राप्यते यत्र अनावश्यकम् इति योगिभिः तथा उच्यते. अस्तु, भवतु नाम अत्र व्याकरणविषये तथा वक्तव्यमस्ति, वदामः तावदेव इति विषयः. महोदय, यदि वदामः गोपालः वत्सेन दुग्धं भक्षयति पाययति, तृतीया भवति वत्सेन, यद् यदि अत्र अहिंसार्थक अस्ति दुग्धं, यदि तस्य च धेनोः जीवनं सम्यक् अस्ति. किन्तु यदि यन्त्रागारे यथा अस्मिन् देशे सर्वे जानन्तु, अस्मिन् देशे यद् दुग्धं भवति तत्र धेनूनां तत्र जीवनं सम्यक् नास्ति खलु. यन्त्रागारे तत्र बहिः न कदापि गमनं भवति, तेषां नरकमिति जीवनम्. अतः अहम् अस्मिन् देशे दुग्धं न कदापि पिबामि, न कदापि. अपि च तत्र भारतदेशे अपि यदि धेनोः मारणं भवति यदा वृद्धा जाता अस्ति, तदानीमपि न तत्र न स्वीकर्तव्यमस्ति इति अहं मन्ये. यद्यपि बहिः तस्य जीवनं स्यात्, किन्तु अनन्तरं तत्र मुसल्मान् इति तत्र विक्रयं भवति, अनन्तरं यदा वृद्धा जाता तदानीं किमस्ति? तदानीम् अनन्तरं यदि वयं न स्वीकुर्मः दुग्धं, तद् कदा मारणं भविष्यति? न भविष्यति इति कृत्वा यत्र कुत्रापि कथञ्चिदपि वयं समर्थनं कुर्मः यत् अस्मिन् देशे यन्त्रागारे अथवा भारतदेशे बहिः जीवनं भवति चेदपि अनन्तरं यदा वृद्धावस्था जाता तदानीं मारणं जातं, तदपि सम्यक् नास्ति खलु इति चिन्तनीयम् इति. नाम तत्र भिन्नविषयः अस्ति, भवतु नाम अग्रे गच्छेम. विषयः प्रायः स्पष्टः जातः. अखिलभगिनी अग्रे. धन्यवादः महोदय. महोदय, भगिनी क्षीरं पाययति, भगिनी अतिथिं क्षीरं पुत्रः खलु कदलीफलम्. ओहोहो, क्षम्यतां पुत्रः कथलीफलम् अश्नाति, पिता पुत्रं कदलीफलम् आशयति. अत्र अश्यति धातुः प्रत्यवसान अर्थे अस्ति इति वयं जानीमः इति कृत्वा तत्र गतिबुद्धिप्रत्यवसान इति सूत्रेण तत्र प्रयोज्यकर्तुः द्वितीयाविभक्तिकत्वम् इति कृत्वा पुत्रम् इति प्रयोज्यकर्तुः तस्य कर्ता तस्य द्वितीयाविभक्तिः भवति. कुक्कुरः मूषिकं भक्षयति, गोविन्दः कुक्कुरं मूषिकं भक्षयति. महोदय अत्र तु अहिंसार्थे अस्ति खलु, भ्रमः अस्ति व्याकरणदृष्ट्या तथा वक्तव्यमस्ति. हा परन्तु अहिंसार्थे अहिंसार्थकस्य इत्यनेन ओ ओ अस्तु अहिंसा अर्थे अस्ति चेत् तत्र द्वितीया भवति बक्ष् धातोः इति वयं जानीमः. तर्हि अहिंसमितं हिंसार्थे अस्ति चेत् द्वितीया विभक्तिः, अहिंसार्थे अस्ति चेत् तृतीया विभक्तिः. अत्र हिंसार्थे अस्ति इति कृत्वा कुक्कुरम् इति प्रयोज्यकर्ता द्वितीया विभक्ति रूपेण अत्र अस्ति. सत्यं बहु समीचीनमस्ति. अत्र नितरां भ्रमात्मकविषयः अस्ति केवलं यतोहि डबल् नेगेटिव् अस्ति खलु, भक्षयते हे अहिंसार्थस्य न, अहिंसार्थस्य न इति डबल् नेगेटिव् इति कृत्वा तत्र सम्यक् नास्ति वस्तुतः. अत्र हिंसार्थे अस्ति चेत् अस्ति इति द्वितीयविभक्तिः इति भवतु, तत्र इतोपि सम्यक् भवति स्म. भक्षयते हे अहिंसार्थस्य न इति कृत्वा हिंसार्थस्य अस्ति, हिंसार्थस्य द्वितीयविभक्तिः, अहिंसार्थस्य तृतीयविभक्तिः. अस्तु सम्यक् अस्ति, अग्रे गच्छेम. सुब्रह्मण्यं तत्र अग्रे कृपया भगिनी. भगिनी क्षीरं पाययति अतिथिः, यदि व्याकरणदृष्ट्या पश्यामः अत्र पाययति इति प्रत्यवसानार्थकः, अतः भगिनी अतिथिं क्षीरं पाययति. माता अन्नं भोजयति पुत्रः, पुनः अत्रापि व्याकरणदृष्ट्या माता पुत्रम् अन्नं भोजयति, भुज् धातुः अपि प्रत्यवसानार्थकः, अतः द्वितीया विभक्ति. द्वितीया विभक्ति महोदय. अग्रे महोदय अस्ति, अस्तु राजेन्द्रमहोदय कृपया. आम् आं महोदय. वृद्धः जम्बूफलम् आशयति, भिक्षुकः अत्र अपि आशयति, अत्र प्रतिवसानार्थक धातुः अस्ति, तत् कारणात् वृद्धः भिक्षुकं जम्बूफलम् आशयति. गृहस्वामी मूषिकं भक्षयति मार्जारः. अत्र हिंसार्थक भक्षार्थक धातुः अस्ति, भक्षयति, तत् कारणात् तत् मार्जरां मूषिकं भक्षयति, गृहस्वामी मार्जरां मूषिकं भक्षयति, द्वितीयविभक्ति. हा समीचीनमस्ति. विद्या भगिनी अग्रे. कुक्कुरः मीनम् अत्ति, बालकः कुक्कुरेण मीनम् आदयति. अत्र अद्दिति धातुः तत्र आदिकाद्योर्न इति वार्तिकेन तत्र प्रयोज्यकर्तुः द्वितीयविभक्तिः न भवति. तर्हि अत्र कुक्कुरः इत्यस्य प्रयोज्यकर्तुः तृतीयविभक्तिः कुक्कुरेण. शिशुः चाकलेहं खादति, माता शिशुना चाकलेहं खादयति, पुनः खाद् इत्यपि आदिकाद्योर्न इति वार्तिकेन अत्रापि प्रयोज्यकर्तुः द्वितीया न भवति. तर्हि तृतीया शिशुना इति. हा सम्यक् अस्ति. लक्ष्मी भगिनी अग्रे. छात्रः सर्वे अवगतवन्तः खलु, तत्र वार्तिकं मनसि भवेत् आदिखाद्योर्न, एतावता एतत् सर्वं वयं दृष्टवन्तः. नीवह्योर्न आदिखाद्योर्न भक्षयतेर् अहिंसार्थस्य न. अस्तु अग्रे लक्ष्मी भगिनी अग्रे. छात्रः वेदम् अधीते, श्रोत्रियः छात्रं वेदम् अध्यापयति. अत्र अधि उपसर्गपूर्वकः ईं धातुः निजन्तरूपम् अध्यापयति. धातुः बुद्ध्यर्थकधातुः इति कृत्वा प्रयोज्यकर्तुः द्वितीयविभक्तिकर्तुम् अतः छात्रं किमिति छात्रम् इति भवति द्वितीयविभक्तिः भवति. अत्र किन्तु शुद्धज्ञानमस्ति वा? अत्र पाठनविषयः अस्ति. शुद्धज्ञानमस्ति वा? अत्र शुद्धज्ञानमिति नास्ति. अध्यापयति इति शब्दकर्मकः धातुः अस्ति. यतोहि केवलं शुद्धज्ञानं सामान्यज्ञानमिति नास्ति इति अत्र अर्थः द्रष्टव्यः अस्ति. तदर्थम् अहं तत्र अभ्यासं कारयितुम् इष्टवान्. अध्यापयति इति शुद्धज्ञानं नास्ति. वेत्ति, जानाति, बोधति इति तादृशं नास्ति. अध्यापयति अध्यापकः इत्युक्ते यः जानाति इति न अर्थः खलु. अध्यापकः इति यः पाठयति सः अध्यापकः खलु. अग्रे छात्रः गद्यं शृणोति, शिक्षकः छात्रं गद्यं श्रावयति. अत्र गद्यम् इति शब्दकर्म अस्ति, अतः छात्रम् इति पदस्य द्वितीयविभक्तकत्वं. सूत्रे शब्दकर्मकधातुः इति पदमपि अस्ति. अत्र अस्माभिः किं द्रष्टव्यमस्ति? प्रथमतया श्रावयति शब्दकर्मक अर्थधातुः अस्ति, न तु गद्यं. गद्यमिति तत्र यदि ज्ञादातोः ज्ञापयति इति यदि स्यात् तर्हि यद्यपि शब्दकर्म तत्र गद्यमिति तथापि न स्यात् खलु. श्रावयति तादृशः अस्ति. तद् द्रष्टव्यं. श्रावयति श्रुधातुः शब्दकर्मकधातुः. अत्र गद्यम् इति शब्दं श्रावयति शब्दकर्म इति कृत्वा छात्रः इति पदस्य द्वितीयविभक्तिः भवति. सम्यक् सम्यक्. सरला भगिनी अग्रे. महोदय अध्यापयति आपयति न ई दातुः गत्यार्थे ई दातुः, किन्तु अधि उपसर्गपूर्वक तत्तु शब्दार्थक. तत्र नित्यम् अधि उपसर्गपूर्वकः इति कृत्वा तत्र शब्दकर्म अस्ति. अस्तु अग्रे सरला भगिनी अग्रे. बालकः पद्यं पठति, अध्यापकः बालकं पद्यं पाठयति. पट् धातु शब्दकर्मकधातुः अस्ति, पद्यं तस्य विषयः अस्ति, बालकं प्रयोजकर्ता तस्य द्वितीयविभक्ति भवति. अग्रे प्रवाचक वार्तां श्रावयति, प्रतिनिधि श्रुधातु शब्दकर्मकधातुः प्रतिनिधिं द्वितीयविभक्ति आगच्छति. प्रवाचक प्रतिनिधिं वार्तां श्रावयति. अग्रे आचार्य अन्तेवासी वेदं पाठयति. अत्र अपि पठ् धातु द्वितीया विभक्ति भवति. अन्ते वासिनं आचार्य अन्ते वासिनं वेदं पाठयति. हा समीचीनमस्ति. अस्तु अग्रे मेहुलमहोदय अग्रे. हरि ओम् नास्ति वा बालसुब्रह्मण्यं तदग्रे. सुरेन्द्रः राजेन्द्रं गीतं श्रावयति. गीता अत्रापि शब्द कर्मकधातु श्रावयति इति कारणात् तस्मात् द्वितीया विभक्ति. अग्रे वृक्षः वर्धते, कृषिकः वृक्षं वर्धयति. सामान्येन वर्धयति. अत्र किं कारणं? किं कारणं वर्धयति इति अकर्मकः? हा सम्यक्. वृक्षं वर्धयति सकर्मक? न वृक्षः वर्धते कर्मपदं भवति वा? अकर्मकाणाम् अकर्मकाणामिति उक्तमस्ति खलु. तर्हि किमर्थं वृक्षमिति द्वितीयविभक्तौ कृषकः वृक्षं वर्धयति? अत्र कर्मफलमस्ति खलु? अत्र सुब्रह्मण्यं वदतु किं वक्तव्यमस्ति? अत्र अकर्मकधातुः अस्ति भूत्वा इदानीं निजन्तवाक्ये प्रयोज्यकर्तुः द्वितीयविभक्तौ भवति. अत्र वयं जानीमः कर्मकः वृद्ध धातुः. हा, बालसुब्रह्मण्य, तत्र अनिजन्तधातुः अनिजन्तधातोः अकर्मक अर्थः अस्ति चेत् नाम तत्र वर्धयति, तत्र वर्धयति इति सकर्मकः इति वक्तुं शक्नुमः. तत्र यत् कर्मफलं भवति खलु, अथवा प्रयोजकर्तुः इति वक्तुं शक्नुमः तत्र. अस्तु, किन्तु वृद्धधातुः अकर्मकः इति कृत्वा. अस्तु, राजेन्द्रमहोदय. वृद्धः उपविशति, युवकः वृद्धम् उपवेशयति. अत्र तु उपवेश विश् धातु अस्ति, उपसर्गपूर्वकं विश् धातु अस्ति. तत्र अत्र अकर्मकधातु अस्ति, तत्कारणात् तत्र वृद्धं तत् द्वितीय प्रयोजकर्तुः द्वितीयविभक्तिः भवति. युवकः वृद्धम् उपवेशयति. सम्यक्, अग्रे. जनः म्रियते, दुर्जनः सज्जनं मारयति. अत्र अत्र दुर्जनः सज्जनं तत् द्वितीयविभक्तिः एव भवति. मारयति इत्युक्ते तत्र मृदातु अस्ति महोदय. अहं तत् अत्र तु गति अर्थक शब्दकर् शब्दकर्म अकर्मक धातु अस्ति. अस्तु महोदय, किञ्चित् भ्रमः जातः. तत्कारणात् तत् सज्जनं तत् द्वितीयविभक्तिः भवति. दुर्जनः सज्जनं मारयति. अस्तु, अग्रे. क्लेशः क्लेशः जायते, रिपुः क्लेशं जनयति. जनयति अत्रापि अकर्मकधातुः अस्ति. जायते जि धातुः अस्ति. जन् धातुः अस्ति. तत्र द्वितीयविभक्ति क्लेशम् अपि तत्र द्वितीयविभक्ति भवति, यथा यतोहि धातु अकर्मकः अस्ति. हा, अस्तु. दिवादिगणे अस्ति जन् धातुः, जनयति अकर्मकः. अस्तु, अग्रे. तत्र दिवादिगणे इति वदनेन इति अस्ति इति चेत् जायते, जन्यते नास्ति न? न, जायते. हा, अस्तु, अग्रे. अखिलभगिनी, अग्रे. अम्बा शिशुं शाययति. अत्र शीन् इति धातुः अकर्मकधातुः इति कृत्वा तत्र शिशुम् इति द्वितीयविभक्तिरूपम्. अग्रजः अनुजम् उत्थापयति, तत्रापि स्था इति धातुः अकर्मकधातुः, उत्तुपसर्गपूर्वकः स्था धातुः अकर्मकः इति कृत्वा द्वितीयविभक्तिः अनुजम् इति. कृषिकः नारिकेलम् एधयति, एदिति धातुः, पुनः ईद् इति धातुः वा महोदय? एदिति एदेव. अस्तु, एदिति धातुः तत्र अकर्मकधातुः इति कृत्वा तत्र द्वितीयविभक्ति भवति नारिकेलम् इति. एद् धातुः सामान्यतया तत्र गत्यार्थकः इति वदामः. एधते, गच्छति इति अस्मिन् अर्थे एधते. किन्तु अत्र अकर्मकः. एवम् अहं चिन्तयामस्मि एतावता यद् अर्ट् धातुः चर् धातुः अपि तत् तादृशः नाम एद् धातुः गत्यार्थः चेदपि अकर्मकः इति कृत्वा एव कर्मसंज्ञा भवति प्रयोज्यकर्तुः, किन्तु अत्र एदधातुः एव तथा न तु अर्थ अथवा छर् इति भाति. अस्तु, अग्रिमं करोतु. एतत्तु पूर्वं दृष्टवन्तः एव, दुर्जनः सज्जनं मारयति इति मृ इति धातुः अकर्मकधातुः इति कृत्वा सज्जनम् इति द्वितीयाविभक्तिरूपं. सत्यं सत्यं. सुब्रह्मण्यं वद अग्रे. इदानीं सः सर्वदा जनयति समस्या. अत्र जनयति इति जन् धातुः, अत्र अकर्मकधातुः, सः सर्वदा समस्यां जनयति. अग्रे. ऐन्द्रजालिकः विस्माययति. अत्र स्मि इति धातुः अस्ति, स्मयति इति. अत्र ऐन्द्रजालिकः सर्वान् विस्माययति इति एव भवति, परन्तु अत्र स्मि धातुः अकर्मकधातुः अस्ति भूत्वा द्वितीयाविभक्तिः महोदय. अग्रे. अहितुण्डिकः क्रीडयति सर्पः. अत्र क्रीडयति, अत्र विशिष्टधातुः नास्ति भूत्वा अत्र तृतीयाविभक्तौ भवति इति चिन्तयामि महोदय. अहितुण्डिकः सर्पेण क्रीडति, क्रीडता, क्षम्यतां महोदय, क्रीडति बालकः, क्रीडति सर्पे, सर्पं क्रीडयति. हा, सम्यक्. अग्रे. सर्पं वानरः अस्ति, परन्तु अत्र बालकः कन्दुकेन क्रीडति इति वदामः, यतोहि अकर्मकः. अतः अतः इदानीम् अत्र अहितुण्डिकः सर्पं क्रीडयति. अस्तु महोदय. वानरः कम्पयति शाखा. अत्र वानरः कम्पयति इति कम्प, अत्र कम्पयति धातुः अत्र अकर्मकधातुः, अतः कम्पते इति, अतः वानरः शाखा, शाखां कम्पयति. देवः मोदयति भक्तः. अत्र धातुः अस्ति मुद् धातुः, अपि च अकर्मकः, अतः देवः भक्तं मोदयति. आम्, समीचीनम्. अग्रे. शाणः भ्राजयति मणिः. शाणः भ्राजयति मणिं भ्राजयति. अत्रापि अकर्मकधातुः, धातुरूपम् इदानीं न स्मरामि महोदय, न दृष्टवान्, परन्तु प्रायः अत्र भ्रज् इति धातुः अस्ति चिन्तयामि. ब्राज् धातुः अस्ति. अन्तिमं. विषानिलः अत्र मूर्च्छयति. अत्र चकारे चकारः न भवति इति चिन्तयामि. विषानिलः मनुष्यं मूर्च्छयति. हा, अयं दोषाय अस्ति. दोषाय अस्ति इति अस्माभिः दृष्टम्. अत्र मूर्च् धातुः, अत्र मूर्च् धातुः अत्र अकर्मकः, अतः द्वितीयाविभक्तः. हा, अस्तु, अग्रे गच्छेम. इदानीम् अग्रे शीघ्रमेव तत्र तत्र दशमाभ्यासः, तत्र नवमाभ्यासः केवलं कः प्रायोजककर्ता, कः प्रायोजककर्ता इति नावश्यकमस्ति. अस्तु, अग्रे अग्रे विद्यापकिनी, अत्र अत्र अभ्यासः कस्य द्वितीया, कस्य तृतीया? सखी बालिकया. अस्तु. माता रुग्णम् अन्नं भोजयति. अत्र बुज् इति धातुः प्रत्यवसानार्थकः, अतः रुग्णम् रुग्णः इत्यस्य द्वितीयविभक्तिकत्वम्. गुरुः छात्रान् श्लोकार्थं बोधयति. अत्र बुद्ध् इति धातुः बुद्ध्यर्थकः, तर्हि तत्र छात्राः इत्यस्य द्वितीयविभक्तिकत्वम्. सचिवाः कर्मकरान् कार्यं कारयन्ति. अत्र क्षम्यतां, सचिवाः कर्मकरैः कार्यं कारयन्ति. अत्र कृ इति धातुः विशिष्टधातुः नास्ति, अतः तृतीयविभक्तिगत्वं. गृहस्वामी रजकेन वस्त्रं प्रक्षालयति. क्षल् इति धातुः विशिष्टधातुः नास्ति, तर्हि तृतीयविभक्तिगत्वं. सुरेशः भवन्तं श्लोकान् पाठयति. अत्र पाठयति इति शब्दकर्मकधातुः, अतः द्वितीयविभक्तिः. समीचीनं. राजीभगिनी अग्रे. शिक्षकः छात्रान् विषयं ज्ञापयति. जा धातुः बुद्ध्यर्थकधातुः, अतः छात्रान् द्वितीयं, छात्रं द्वितीयं. छात्रं भगिनी पाचिकया पाकं कारयति. कृ साधारणधातुः, अतः पाचिकया द्वितीयाविभक्ति. रजः वृक्षैः कम्पयति. कम्प् साधारणधातुः, अतः वृक्षैः तृतीया. कम्पते कम्प् धातुः किल, कम्प् धातुः साधारणधातुः, अतः वृक्षैः अकर्मकः. ओ, अकर्मः धातुः, अतः वृक्षैः कम्पयति. माता न अकर्मकधातुः, अतः तृतीया भव द्वितीया भवति. वृक्षान् कम्पयति. गजः अकर्मकाणाम् इति सूत्रे अस्ति खलु, अकर्मकाणाम्. आं महोदय, क्षम्यतां. वृक्षान् कम्पयति. माता शिशुं शाययति. शासयति. रमेशः रमां चित्रं स्मारयति. स्मारयति स्मृतधातु अक्रमकधातु, अतः द्वितीया. रमेशः स्मृतधातुः सकर्मकः. अहं विषयं स्मरामि. ओ, ओके. शब्दः अस्ति तत्र रमामिति न, रमा इति अस्ति. रमा इति चिन्तयतु, रमा इति उक्तमस्ति अत्र. रमा स्मृ अक्रम सकर्मकधातु, अतः रमया रमेशः रमया चित्रं स्मारयति. न शब्दकर्मकः न वा शुद्धज्ञानजनकः इति कृत्वा रमेशः रमया चित्रं स्मारयति. स्मारयति तृतीयाविभक्तिः भवति. हा, अस्तु, बहु समीचीनमस्ति. अत्र अग्रे तत्र कोष्टके तत्र केचन धातवः सन्ति, तान् शीघ्रमेव पश्येम. अत्र अवशिष्टं कुर्वन्तु तत्र गृहे. अत्र आशि इति धातु, तत्र गत्यार्थकः, ज्ञानार्थकः, भक्षणार्थकः, शब्दकर्मकः अथवा अकर्मकः इति धातुः. अत्र नताशा भगिनी अग्रे वदतु. अत्र आशयति, आशि इति धातुः एतेषु एतासु श्रेणिषु कुत्र भवति? आशि भक्षणार्थं. हा, भक्षणार्थकधातुः. वेदी ज्ञानार्थं. वर्ति अकर्मकः. अकर्मकः. मणि इति मणियति जानाति वा? मणियति न भणियति भणियति भणयति इति अस्ति न महोदय, अर्थं न जानामि. तत्र वदति इति अर्थः. वदति विशिष्टधातु नास्ति. वादयति, वादयति इति अहं शब्दं वादयामि खलु. अकर्मकः. न तत् शब्दकर्म अस्ति खलु. तत्र भाणयति इति तादृशमस्ति. भणयति भण इति धातुः अस्ति. भणति भणति इत्युक्ते भणति इत्युक्ते वदति, भणति भाणयति. अस्तु, सम्यक् अस्ति. अग्रे पुष्पभगिनी अग्रे वदतु. शीघ्रं प्रापयति इति प्रापि गत्यर्थकधातुः अस्ति. अस्तु, सञ्चारी महोदय अग्रिमम्. अग्रिमं सञ्चारी सञ्चारी चारि तत्तु अकर्मकधातुः अस्ति न गत्यर्थकधातु गत्यर्थकः भोजि भोजयति भक्षर्थकः दातु भक्षर्थकः न भक्षणार्थकधातुः अस्ति भोजि बोधयति हा अस्तु पाठी सरला भगिनी अग्रे पाठी शब्दकर्मकधातुः अस्ति वर्धि अकर्मकधातुः अस्ति गं गत्यर्थकं श्रावि शब्दकर्मकं गद् गद्यति भवति शब्दकर्मकम् आम् अस्तु ज्ञापि भवति ज्ञानर्थकं हासि भवति अकर्मकम् आयि भवति गत्यर्थकम् अस्तु बहु सम्यक् अस्ति अपि च अन्ते तत्र लक्ष्मीभगिनी अग्रे वदतु अध्यापि अध्यापि शब्दकर्मकधातुः जनि जन् धातुः अकर्मकधातुः पायि पाययति भक्षणार्थकधातुः भावि भूधातुः अकर्मकधातुः भक्षि भक्षधातुः भक्षणार्थकः अस्तु राजेन्द्रमहोदय महोदय अवगम्यति तत्र अकर्मकधातुः अस्ति आटि अकर्मकति न अवगमि अवगमयति अहम् अवगच्छामि ज्ञानार्थक ज्ञानार्थकधातुः अस्ति आटि आटयति अत्र गति अर्थकधातुः चिन्तयामि ग्रासि ग्रासयति अत्र अपि भक्षणार्थकधातुः अस्ति वा बहु सम्यक् अस्ति इति विषयः समाप्तः अग्रे गत्वा एतत् सर्वं समानमस्ति अतः गृहे तत्र गृहपाठरूपेण पश्यन्तु विषयः समाप्तः विद्वांसः भवन्तः सर्वे जाताः बहु समीचीनमस्ति प्रशंसनीयमस्ति अग्रिमे सप्ताहे कृतान्तप्रयोगः कृतप्रत्ययः भवति धन्यवादः सर्वेषां नमस्कारः धन्यवादः महोदय धन्यवादः